नमस्कारः, अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। विषयः अस्ति स्थानिवद्भावः इति। अत्र स्थानिवत् आदेशौ अनल् विधौ इति सूत्रं ज्ञातं, तत्र अजः परस्मिन् पूर्वविधौ इत्यपि अस्माभिः ज्ञातं। परनिमित्तिकः अजादेशः स्थानिवद्भवति पूर्वविधौ कर्तव्ये इति, तस्य निषेधकसूत्रम् अस्ति न पदान्तद्विर्वचनवरेयलोप स्वरसवर्णानुस्वारदीर्घजश्चर् विधिषु इति सूत्रं, तस्य अध्ययनं जायमानमस्ति। गतवर्गे अस्माभिः यलोपविधिः इति दृष्टं। यलोपविधौ अजादेशः स्थानिवद् न भवति पूर्वविधौ कर्तव्ये इति अस्माभिः ज्ञातम्। इदानीम् अग्रिमम् अस्ति स्वरविधिः इति, ततः आरभ्य इदानीम् अग्रे गच्छामः स्वरविधिः इति। तर्हि विजयलक्ष्मी भगिनी आरब्धुमिच्छति वा? अस्तु भगिनि, स्वरविधिः स्वरविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति, यथा कृ इति धातुतः धातोः कर्मणः समानकर्तृकादिच्छायां वा इत्यनेन सूत्रेण इच्छार्थे सन् इति प्रत्ययः विधीयते। धातोः द्वित्वम् अभ्यासकार्याणि च कृत्वा चिकीर् योगः स इति भवति। अग्रे हलि च इत्यनेन हलि च परे रेफवकारान्तस्य धातोः उपधायाः इकः दीर्घः भवति, अतः चिकीर् योगः स इति भवति। चिकीर् योगः स इत्यतः चिकीर् योगः स इति भवति। अधुना आदेशप्रत्यययोः इत्यनेन इन् प्रत्याहारात् कवर्गीयाच्च परे अपदान्तः आदेशरूपी प्रत्ययावयवः वा सकारः अस्ति चेत् तस्य सकारस्य स्थाने षकारादेशो भवति, अतः चिकीर् योगः श इति भवति। चिकीर्ष् इत्यस्य धातुसंज्ञा भवति सनाद्यन्ताः धातवः इत्यनेन सूत्रेण। अत्र कृ धातोः सन् प्रत्ययः योजनेन किं भवति इति लिखितमस्ति। अत्र कृ धातोः कर्मणः समानकर्तृकादिच्छायां वा इति सूत्रेण सन् प्रत्ययः विधीयते। सन् प्रत्ययः विधीयते तदा कृ धातोः द्वित्वम् अपि च अभ्यासकार्याणि भवति, सर्वं कृत्वा चिकीर् योगः सनाद्यन्त सन् प्रत्ययस्य सकारः अवशिष्यते। चिकीर् योगः स इति स्थिते हलि च इति सूत्रेण रेफवकारान्तयोः धातोः उपधायाः इक् वर्णस्य दीर्घत्वं भवति, अतः चिकिर् योगः स इत्यत्र दीर्घ इकारस्य ह्रस्व इकारस्य दीर्घत्वं भवति। चिकीर् योगः स इति अग्रिमप्रक्रिया। अधुना आदेशप्रत्यययोः इति सूत्रेण इन् प्रत्याहारात् कवर्गीयाच्च परे अपदान्त आदेशरूपी प्रत्यय अवयवः वा सकारः अस्ति चेत् तस्य सकारस्य षकारः मूर्धन्यषकारः भवति, अतः चिकीर् योगः स इत्यत्र सकारस्य षकारः भूत्वा चिकीर्ष् इति रूपं सिद्ध्यति। चिकीर्ष् इत्यस्य धातुसंज्ञा भवति सनाद्यन्ता धातवः इति सूत्रेण। अग्रे पठानि वा भगिनि? हा, बहु सम्यक् भगिनि, सम्यक् अस्ति. तर्हि धन्यवादः भगिनि. इदानीं तर्हि तत्र कृधातुतः सन् प्रत्ययः इच्छार्थे विधीयते. इच्छार्थे विधीयते चेत् तदानीं चिकीर्ष इति नूतनधातुः लभ्यते. सनाद्यन्तदातवः इति नूतनधातुः लभ्यते. इदानीं तस्मात् नूल् प्रत्ययः विधीयते चेत् किं भवति इति विषयः अस्ति. अत्र अग्रे उषा भगिनी पठति वा? भगिनि नमस्कारः. भगिनि नमस्कारः. अग्रे ङ्मुल् अन्तं रूपं साधयितुं चिकीर्ष इति धातुतः ङ्मुल् प्रत्ययः विहितः भवति ङ्मुल् त्रिचौ इत्यनेन सूत्रेण. चिकीर्ष योगः ङ्मुल्, अग्रे ङ्मुल् इति प्रत्ययस्य स्थाने युवोरणाकौ इत्यनेन अकारादेशः भवति. अकादेशः ओ अकादेशः अकादेशः आम् आम् आम् अकादेशः भवति. चिकीर्ष योगः अक चिकीर्ष तावत् अग्रे पठामि वा भगिनि? चिकीर्षयोगः अक अतोलोपः इत्यनेन अदन्त अङ्गस्य ह्रस्व अकारलोपः भवति आर्धधातुके प्रत्यये परे. चिकीर्ष योगः अक चिकीर्षक इति अस्ति. वयं प्राप्तवन्तः चिकीर् इति धातु चिकीर्ष इति भवति सन् सन् प्रत्याहारस्य कृते. चिकीर्ष इति धातुः लभ्यते, नूतनधातुः लभ्यते सनात्यन्ता धातव इत्यनेन सनादिप्रत्ययः विधीयते चेत् नूतनधातुः लभ्यते. अग्रे ङ्मुल् अन्तं रूपं इच्छामः. ङ्मुल् त्रिचौ इति सूत्रेण ङ्मुल् इति प्रत्ययः विधीयते चिकीर्ष इति नूतनधातोः कृते. चिकीर्ष योगः ङ्मुल् इति स्थिते युवोरणाकौ इत्यनेन एकं सूत्रं प्रसक्तं भवति. युवोरणाकौ इत्यनेन उकारस्य स्थाने अक आदेशः भवति. चिकीर्ष योगः अक उकारस्य न उकारस्य वकार उकार युवोरणाकौ युकार यु वो युवोः अन अकौ ऊ स्थाने अक. चिकीर्षयोगः ण्वुल् इति स्थिते लकारः इत्संज्ञा भवति हलन्त्यं, णकारः इत्संज्ञा भवति छुटु इत्यनेन प्रत्ययस्यादि छुटु इत्यनेन णकारः अपि इत्संज्ञा भवति. चिकीर्षयोगः उ वकार उकार एव भवति. अनन्तरं युवोरणाकौ इत्यनेन वकार उकार उ स्थाने अक इति आदेशः भवति. चिकीर्षयोगः अक इति सिद्ध्यति. चिकीर्षयोगः अक इति स्थिते अतोलोपः इति सूत्रं कार्यं कर्तुम् आगच्छति. अतोलोपः इति आर्धधातुकप्रत्ययः परः अस्ति चेत् कार्यं कर्तुं शक्यते. आर्ध अक इति आर्धधातुकप्रत्ययः अस्ति, तत् तेन कारणेन आर्धधातुकप्रत्ययः अस्ति इति कारणेन पूर्वं स्थितस्य अदन्त अङ्ग अस्ति चिकीर्ष. अतोलोपः इति अदन्ताङ्गस्य कृते एव कार्यं करोति. अतोलोपः चिकीर्षयोगः अक अदन्त अङ्गस्य ह्रस्व अकारलोपः भवति. चिकीर्ष चकार उत्तरवर्ति अकारः लोपः भवति. चिकीर्ष योगः अक इति अस्ति. चिकीर्षक इति रूपं सिद्ध्यति. अधुना अग्रे पठामि भगिनि? अधुना इदानीं न पठनस्य आवश्यकता नास्ति. इदानीं तत्र किं तत्र अतोलोपः इत्यस्य कार्यम् अभवत्. इदानीं चिकीर्षयोगः अक इत्यत्र अत्र अन्यत् किमपि प्रसक्तमस्ति वा? अत्र इत्युक्ते साक्षात् अत्र सूत्रस्य प्रसङ्गः अस्ति वा कस्यचित् यदस्माभिः ज्ञातं? नास्ति खलु अत्र? नास्ति. अकसवर्णे दीर्घः न भवति वा भगिनि? चिकीर्ष अकस्व अकस्ववर्णदीर्घपदं कृते एव न न न पदं कृते इति न चिकीर्ष इत्यत्र कुत्र अस्ति अकः सवर्णदीर्घः अतोलोपः न अतोलोपः इति अतोलोपात् पूर्वं भवितुं शक्यते पूर्वं सवर्णदीर्घः इति चिकीर्षाक इति कर्तुं शक्यते वा अतोलोपः इत्यस्मात् पूर्वं वा तर्हि बलाबलं करोतु अतोलोपः इत्यनेन अङ्गकार्यम् इत्यनेन अतोलोपः एव कार्यं कर्तुं शक्यते इति षष्टमाध्याये अस्ति इति कृत्वा अङ्गकार्यम् इति वक्तुं शक्यते अङ्गकार्यमेव खलु अर्धत्वकप्रत्यये परे अङ्गस्य अन्ते तस्वकारस्य लोपः तत् वर्णकार्यम् इत्यनेन अङ्गकार्यमेव बलवत् भवति इदानीं स्थानीवद्भावेन तत्र किमपि साधयितुं शक्यते वा चिकित्सयोगः क इत्यत्र स्थानिवत् आदेश अनन्वितौ इत्यनेन वा भगिनि स्थानिवत् आदेश न सूत्रद्वयमस्ति एतयोः अपि अथवा एकेन स्थानिवत् आदेश अनल्वितौ स्थानिवत् आदेश अनल्वितौ अनल्विधिः अल्विधिः अस्ति चेत् स्थानिवद्भावं न भवति अत्र प्रथमकाले आदेशः भवति आदेशः नुल् इत्यस्य कृते अक आदेश वु इत्यस्य कृते अक आदेशः वा अथवा अतोलोपः इत्यस्य इदानीम् अत्र तृतीयकाले विधिसूत्रं किम् इति वदतु तृतीयकाले विधिसूत्रं किम् अस्ति वा किमपि नास्ति अत्र अतोलोपः इत्यनेन आदेशः भवति प्रथमकाले आदेशः भवति स्थानिनि तत् अतोलोपः इति एव आदेशसूत्रम् इति वयं चिन्तयामः देन् प्रथमं स्थानी अस्ति अकारः तत् स्थाने लोपः जायते अतोलोपः देन् विच् सूत्रं लितीय अग्रे न तद् अनन्तरं पश्यामः इदानीम् अत्र अन्य अस्माकं यद् अस्माभिः यत् सूत्रं ज्ञायते तदाधारेण किमपि भवति वा इति प्रश्नः विधिसूत्रं न उक्तं भगिनि किं तृतीयकाले विधिसूत्रं इति प्रश्नः कोऽपि अस्ति वा इति सूत्रं नास्ति तत्र नास्ति वा हलि हलि नो नो नो नो रेपधातुः नास्ति खलु ओ चिकीर् हलि च प्राप्तम् आल्रेडि चिकीर् भवति अत्र चिकीर्ष अकार अनन्तरम् अक इदानीम् आदौ तत्र सूत्रद्वयम् उक्तं खलु किमुक्तं सूत्रद्वयम् आदौ अतोलोपः अनन्तरं चर्चितम् इदानीं सूत्रद्वयस्य विषये चिन्तनं कृतं खलु यद् तत्र विजयलक्ष्मी भगिन्या उक्तं हलि च अपि च अकः सवर्णदीर्घः अकसवर्णदीर्घः इति इदानीं तृतीयकाले विधिसूत्रं तद् भवितुम् अर्हति वा अकसवर्णे दीर्घः ओ ओके सो अतोलोपः इति अकारस्य लोपः जातः देन् विधिसूत्रम् इति कृते देन् स्थानिनि वर्णः यदस्ति तत् अपेक्षितः चेत् देन् विधिसूत्रम् अस्ति स्थानिनि यः वर्णः अकारः ओ ओके ओ ओ ओ सो अकसवर्णे दीर्घः इति सूत्रेण दृष्ट्या स्थानिनि यत्र लोपः जातः तत् अकारः अकारः अल्वर्णः यः वर्णः अस्ति तत् अपेक्षितः एव तत् अल्विधि एव अल्विधि अस्ति चेत् स्थानिवत् न भवति चेत् सूत्रस्य तानिवत् न भवति इति सूत्रेण कार्यं कर्तुं न शक्यते, कार्यं कर्तुं न शक्यते अकसवर्णे दीर्घः इति सूत्रम्। अकसवर्णे दीर्घः इति न प्रवर्तते इत्यनेन अशास्त्रीयं कार्यम् इति वयं वक्तुं शक्नुमः। अशास्त्रीयं कार्यं चेत् न न न न एकक्षणम् एकक्षणम्, अल्विधिः इति उक्तं, तदनन्तरं किमर्थम् अशास्त्रीयम्? ओ अल्विधिः स्थानिवत् न भवति तावदेव। आम् स्थानिवद्भावः न भवति चेत् देन् अजादेशः इत्यनेन अच परस्मिन् पूर्वविधौ इति सूत्रस्य कार्यं प्रवर्तनं भवति वा इति द्रष्टव्यम्। अस्तु स बहु सम्यक् सम्यक् बहु सम्यक् स स्थानिवत् आदेशो अनल् विधौ इत्यनेन स्थानिवद्भावः भवति वा इति वयं पश्यामः चेत् तत्र अकः सवर्णे दीर्घः इति सूत्रस्य यानि निमित्तानि सन्ति तत्र अकः इति उक्तम्, अकः तर्हि अकः इत्यत्र अकारः अपेक्षितः, सः स्थानिनी अस्ति परन्तु तत्र आदेशे नास्ति। तर्हि इदानीं तादृश स्थानिनी यः वर्णः अस्ति सः वर्णः अपेक्षितः अस्ति अकः सवर्णे दीर्घः इति सूत्रस्य कार्यार्थम्, अतः सः वर्णः अस्ति अकारः इति वर्णः इति कृत्वा अल्विधिः अस्ति, अल्विधिः इति कृत्वा स्थानिवद्भावः न भवति, न भवति स्थानिवद्भावः न भवति चेत् अकः सवर्णदीर्घः इत्यस्य प्रसक्तिः न भवति अत्र। इदानीं किम् अतः परस्मिन् पूर्वविधौ इत्यस्य कार्यं भवति वा? मीना भगिनी वदतु। पाठनं कर्तव्यं वा अधुना अच परस्मिन् पूर्वविधौ इत्यनेन? न न न न पठनस्य आवश्यकता नास्ति, अत्र अस्माकं भिन्नचिन्तनं जायमानमस्ति। अच परस्मिन् पूर्वविधौ इति परन्निमित्तक अजादेशे स्थानिवत् भवति, तत्र परन्निमित् चिकीर्ष अतः लोप भवति, तत्र चिकीर्ष अतः लोप भवति, तत्र अजादेशः भवति, तत्र परनिमित्तम् अस्ति, तत्र अच्वर्णः अस्ति, अचः परस्मिन् इति तत्र पूरितम् अस्ति। तदनन्तरं पूर्वविधौ इत्युक्ते तत्र पूर्वविधं लिति इति उक्तं, तत्र लिति इति पूर्वविधिः अस्ति, नुल् नुल् लकारः अस्ति तस्मात् न लिति इत्यस्य विषये चिन्तनं नास्ति इदानीम्, अकः सवर्णे दीर्घः इति चिन्तनम्। अकसवर्णदीर्घः अकसवर्णदीर्घः तत्र भवितुं न शक्यम् इति उक्तं, तत्र यदा तत्र अकारः एव न लोपः भवति तस्मात् सूत्रस्य प्रसक्तिः एव नास्ति तत्र, तस्मात् स्थानिवद्भावः चिन्तनमेव नास्ति तत्र। न न इदानीं तत्र स्थानिवत् आदेशो अनल् विधौ इत्यस्य चिन्तनं कृतम्, इदानीम् अचः परस्मिन् पूर्वविधौ इत्यस्य चिन्तनं करोतु। अच परस्मिन् पूर्वविधौ इति तत्र अच्वर्णः तस्य अकः इति अच्वर्णः अस्ति, तस्य परनिमित्तम् अस्ति तत्र, अचः परनिमित्तम् अस्ति। किमस्ति परनिमित्तं? प्रथमकाले स्थानी कः, आदेशः कः? न अत्र अचः परस्मिन् इति अत्र अच्वर्णः कः, तस्य स्थाने आदेशः कः? अच्वर्णः एव अच्वर्णः अस्ति तत्र, तस्य लोपः लोपः भवति अतो लोपः इति सूत्रेण, तस्यैव तस्मात् तत् परनिमित्तम् अस्ति अतो लोपः ह्रस्वकारः लोपः भवति आर्धधातुकप्रयाक इति आर्धधातुकम् अस्ति तत्र, सो परनिमित्तमस्ति, तत् पूरितमस्ति। तत् पूर्वविधिः इदानीं लिति इति द्रष्टव्यं किल? न लिति इति मास्तु इदानीं, लिति इति विषयः नास्ति तत्र, लिति इति विषयं प्रति अनन्तरं गच्छामः। इदानीं अकः सवर्णे दीर्घः इति तृतीयकाले विधिसूत्रं, तस्य कृते स्थानिवत् भवति वा न वा? अचः परस्मिन् पूर्वविधौ इति सूत्रः सवर्णदीर्घः एव पूर्वविधि वा? पूर्वविधिः अकः सवर्णे दीर्घः एव पूर्वविधिः तत्र अकारः एव नास्ति तत्र तस्मात् सवर्णदीर्घः भवेत् पूर्वविधिः परनिमित्तम् अस्ति पूर्वविधिः तत्र अकसवर्णदीर्घः अस्ति चेत् तत्र सवर्ण अकारः अत्र लोपः भवति तस्मात् भवितुं न तस्य प्रसक्तिः नास्ति अकसवर्णदीर्घः इति सूत्रस्य प्रवर्तनं किमर्थम् अकसवर्णदीर्घः इत्यस्य प्रसक्तिः नास्ति तत्र तत्र अकार अतः लोप इति सूत्र अकारस्य लोपः भवति तत्र तत्र अकः तस्मात् अच्छुवर्णस् तत्र अकसवर्णः सवर्णवर्णः अस्ति परन्तु तत्र अकारः लोपः भवति तस्य अकसवर्णः इति प्रसक्तिः नास्ति तत्र कार्यं कर्तुमेव प्रवर्तनं कर्तुमेव शक्तिः नास्ति प्रसक्तिः नास्ति तत्र किल अकारः लोपः भवति अस्तु इदानीं तत्र शोभा भगिनी किञ्चित् वदतु भवती किं चिन्तयति आं भगिनि इदानीं तत्र अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावं प्राप्य कार्यं भवति वा इति विषयः अचः परस्मिन् पूर्वविधौ इति पूर्वविधिः तु अस्ति यत्र अकारस्य लोपः अभवत् तस्मात् पूर्वं कार्यं खलु तर्हि न भवति कार्यं पूर्वविधिः इति निमित्तं न पूरितम् चिकीर्ष् इत्यत्र चिकीर्षा इति भवति चेत् तत् सः अकारः केवलम् अकसवर्णे दीर्घः इत्यनेन दृश्यते तस्मात् पूर्वं विधिः भवेत् तत्र साक्षात् वर्णः भवेत् यत्र विधिः भवति इति अस्ति पूर्वविधिः अत्र नास्ति खलु इत्युक्ते यत्र अकारस्य लोपः जातः तस्मात् पूर्वं विधिः भवेत् अत्र तथा नास्ति भगिनि अवगतम् तत्र एक चिकीर्ष इति अकारः लोपः तस्मात् पूर्वमेव कार्यं भवेत् परस्मिन् पूर्वविधौ इति सूत्रे इति कृत्वा अत्र अचः परस्मिन् पूर्वविधौ इत्यस्य अपि प्रसक्तिः नास्ति इति कृत्वा अकः सवर्णदीर्घः इत्यस्य प्रसङ्गः अत्र नास्ति खलु यतोहि चिकीर्ष इत्यत्र यः अकारस्य लोपः जातः तस्मात् पूर्वविधिः नास्ति अत्र तु साक्षात् तस्य स्थाने एव अकः सवर्णदीर्घः इत्यस्य प्रसङ्गः अतः तानिवतादेशो अनल्विधौ इत्यत्र तथा क्लेशः नास्ति यतोहि अल्विधिः इत्यनेन तत्र किम् उक्तम् षष्ठी तत्पुरुषसमासः अपि भवितुम् अर्हति खलु अलः विधिः इति कृत्वा साक्षात् तत्र एव तस्मिन् स्थाने एव अपि कार्यं भवितुम् अर्हति परन्तु अचः परस्मिन् पूर्ववधौ इत्यत्र तथा नास्ति यत्र अजादेशः जातः तस्मात् पूर्वं कश्चन विधिः भवेत् अत्र तथा नास्ति अस्तु समीचीनम् तर्हि इदानीं किञ्चित् अग्रे गच्छामः अत्र सरस्वती भगिनी अग्रे पठतु अधुना अचः परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तिकः अजादेशः स्थानिवद् भवति अतः चिकीर्ष योग अक इत्यत्र चिकीर्ष इति भागस्य अन्तिमवर्णः अकारवत् दृश्यते पूर्वविधेः लिति इत्यस्य दृष्ट्या लिति इत्यनेन लित् प्रत्यये परे प्रत्ययात् पूर्वम् उपस्थितः स्वरः उदात्तः भवेत् यस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति सः प्रत्ययः लित् प्रत्ययः इति नाम्ना ज्ञायते नुल् इति प्रत्ययः लित् अस्ति यतोहि तस्मिन् लकारस्य इत्संज्ञा जाता तर्हि अचः परस्मिन् पूर्वविधौ अत्र परनिमित्तिक अजादेशः स्थानिवद् भवति चिकीर्षयोग अत् अक अत्र चिकीर्ष अस्य अन्तिमवर्ण अकार चिकीर्ष अभवत् सनन्त धातु तत्र अन्तिमवर्ण अकार आसीत् तद् इदानीं पूर्वविधे इत्युक्ते लिति यदि वयं चिन्तयामः तर्हि लोपात् पूर्वम् अकार दृश्यते लोपात् पूर्वम् अकार आसीत् तर्हि लितिसूत्रस्य कृते तद् अकारवत् दृश्यते लिति इत्युक्ते लित् प्रत्यये परे प्रत्ययात् पूर्वं स्थितः स्वरः उदात्तः भवेत् लित् प्रत्यये परे अत्र लित् प्रत्यये तु अस्ति पर अक अस्ति अक नूल् स्थाने अस्ति नूल् प्रत्ययस्य लकारस्य हलन्त्यं तेन लोपः इति संज्ञा भवति अतः लिति तु अस्ति अत्र लित् प्रत्यये परे अस्ति तर्हि प्रत्ययात् पूर्वम् उपस्थितः स्वरः लित् प्रत्ययात् पूर्वम् उपस्थितः स्वरः अत्र तु वु आसीत् सम्यक् वा भगिनी वु वु विषये चिन्तयामः न वा इदानीम् अत्र पूर्वम् उपस्थितः स्वरः इत्युक्ते उ स्वरः उदात्तः अस्ति उ किं कुत्र लिति लित् प्रत्ययः कः लित् इत्युक्ते नुल् इदानीं वु चिन्तयामः वा अक चिन्तयामः तस्य विषये किञ्चित् सम्भ्रममस्ति मम मनसि न अक इत्यस्य विषये एव चिन्तनं नास्ति अत्र अक इति प्रत्ययः एव लित् अस्ति खलु अक इति प्रत्ययः लित् अस्ति यतोहि नूल् इत्यत्र लकारः अस्ति इति कृत्वा लित् अस्ति तर्हि लिति इत्यनेन पूर्वं यः स्वरः अस्ति तर्हि यत् आदेश लोपः अभवत् अकार तस्य विषये अस्ति वा अत्र स्वर उदात्तः अस्ति वा न वा इत्यनेन लित् प्रत्यये परे प्रत्ययात् पूर्वम् उपस्थितः स्वरः उदात्तः भवेत् इत्युक्ते अकार उदात्तः भवेत् लिति सूत्रस्य कृते यस्मिन् प्रत्यये लकार इति संज्ञा अस्ति सः प्रत्यये लित् प्रत्ययः एतत्तु वयं दृष्टवन्तः नुल् इति प्रत्यये लित् अस्ति तर्हि अग्रे पठामि वा भगिनि लिति लिति प्रत्यये परे इति पठतु अग्रे लिति हा लिति इत्यस्य दृष्ट्या चिकीर्ष योग अक इव दृश्यते स्थानिवद्भावेन अतः अक इति लित् प्रत्यये परे प्रत्ययात् पूर्वम् उपस्थितः स्वरः उदात्तः भवेत् अत्र स्वरविधौ कर्तव्ये यदि लुप्तः अकारः स्थानिवद् भवति तर्हि चिकीर्ष इत्यत्र तु अक इति प्रत्ययात् पूर्वं स्वरः नास्ति इत्यतः अक इति प्रत्ययस्य अकारस्य एव उदात्त्वं स्यात् एवं चेत् चिकीर्षक इत्यत्र शकारोत्तरवर्ती अकारः उदात्तः भवति स्म इदानीं तत्र शोभा भगिनी मीना भगिनी तत्र चिन्तनं कुर्वन्तु अत्र पूर्वविधौ इत्यत्र इत्युक्ते अकारात् पूर्वं भवेत् वा अकारस्य स्थाने अपि भवितुम् अर्हति वा इति अत्र अत्र वार्ता अस्ति भवती अवगतवती वा भगिनी सरस्वती भगिनी किञ्चित् किञ्चित् भगिनी पूर्णतया न अवगतवती न अत्र पश्यतु चिकीर्षयोगः अक इति स्थितौ लिति लिति इति सूत्रेण तत्र लिति प्रत्यये परे पूर्वं साक्षात् पूर्वं लिति इति सप्तम्यन्तमस्ति अतः साक्षात् पूर्वं यः स्वरः अस्ति तस्य उदात्तसंज्ञा भवति इति उक्तं तर्हि चिकीर्ष इत्यत्र अकारः नास्ति इदानीं यदि स्थानिवद्भावेन अकारः स्वीक्रियते तर्हि तत्र उदात्तसंज्ञकः भवितुम् अर्हति तर्हि इदानीम् अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावेन अकारः अस्ति इति मत्वा तत्र उदात्तसंज्ञा स्वीकर्तुं शक्यते वा शकार उत्तरवर्ती अकारः उदात्तः भवति स्म तत्र यद्यपि अकारः नास्ति परन्तु अकारः अस्ति इति कृत्वा तत्र उदात्तसंज्ञा भवितुम् अर्हति वा इति प्रश्नः इत्युक्ते अत्र पूर्वविधिः इत्यनेन अचुवर्णः यत्र अचुवर्णस्य लोपः जातः तस्मात् पूर्वम् इति यत्र उक्तं तस्मात् पूर्वम् इत्युक्ते तस्य स्थाने अपि भवितुमर्हति तस्मात् पूर्वमपि भवितुमर्हति इत्येव वार्ता अत्र अकारस्य स्थाने अपि कार्यमपि पूर्वविधिः, तस्मात् पूर्वं यत् कार्यमस्ति दैशिकरीत्या तदपि पूर्वविधिः. भगिनि एकः न अवगतम्, अत्र स्वरविधौ कर्तव्ये यदि लुप्तः अकारः स्थानिवत् भवति तर्हि तस्मात् परं यत् वाक्यमस्ति तस्य अर्थः न अवगतः. चिकीर्ष इति इत्यत्र तु अक इत्यस्मात् पूर्वं स्वरः नास्ति, स्वरः नास्ति कथं तत्र स्थानिवद्भावेन तत्तु तस्य पुनर्दर्शनं भवति एव खलु. तत्र चिकीर्ष इति मया अत्र उक्तं खलु, चिकीर्ष इत्यत्र अक इति प्रत्ययात् पूर्वं स्वरः नास्ति इत्यत्र, इत्यतः अक इति प्रत्ययस्य अकारस्य एव उदात्तत्वं स्यात्. इत्युक्ते अत्र चिकीर्ष इत्यत्र अकारः लुप्तः, अकारः लुप्तः खलु, अकारः इदानीं नास्ति. तर्हि इदानीम् अकारः एव नास्ति चेत् तत्र लिति प्रत्यये परे स्वरस्य उदात्तत्वं भवेत् इति यदा वदामः तदानीं स्वरः एव नास्ति खलु, लिति प्रत्ययात् पूर्वं स्वरः एव नास्ति. एवं चेत् अक इति प्रत्ययस्य अकारस्य एव उदात्तत्वं भवेत्, इत्युक्ते लित्ति यत्र प्रत्यये एव अकारः अस्ति तस्य उदात्तत्वं भवेत्. एवं चेत् चिकीर्षकः इत्यत्र शकार उत्तरवर्ति अकारः उदात्तः भवति स्म इति. एकक्षणं, हा चिकीर्ष इति उत्तर चिकीर्षयोगः अक इत्यत्र अकारस्य उदात्तत्वम् अस्ति चेत् तत्र शकार उत्तरवर्ति अकारः, यदा वयं योजयामः तदानीं शकार उत्तरवर्ति अकारस्य उदात्तत्वं भवति. तस्य अकारः लोपः किल, न इति प्रत्ययस्य अकारः. भगिनि तत्र परन्तु तत्र स्थानिवद् भवति इति उक्तमस्ति, यः लुप्तः अकारः तस्य स्थानिवद् सः तु स्थानिवद् भवति, तर्हि तत्र चिकीर्ष इति भवति, तत्र अकारः पुनः आगच्छति. तस्मात् अनन्तरं किं भवति इति चेत् पुनः चिकीर्ष इति कथं किमर्थं लिखितमस्ति, शकार हलन्तशकार किमर्थं, स्थानिवद् भवति चेत् तत्र चिकीर्ष इति भवेत् खलु इति मम शङ्का. नो, इत्युक्ते अत्र स्थानिवद् अत्र अचः परस्मिन् पूर्वोदौ इत्यनेन स्थानिवद् भवति वा इति प्रथमः प्रश्नः अत्र यद्यपि अत्र लिखितमस्ति अकारः स्थानिवद् भवति चेत् अकारः दृश्यते इति लिखितमस्ति, परन्तु मम प्रश्नः अस्ति अस्माकं सर्वेषां कृते, अचः परस्मिन् यद् अस्माभिः अवगम्यते अचः परस्मिन् पूर्वविधौ इत्यस्य विषये, अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः शक्यते वा न वा इति प्रश्नः. यदा वयं चिन्तनं कुर्मः चिकीर्षयोगः अक इति स्थितौ इदानीं लिति इति सूत्रं प्रसक्तम् अस्ति. तर्हि लिति इति सूत्रं किं वदति, लिति प्रत्यये परे पूर्वं यः स्वरः अस्ति तस्य उदात्तसंज्ञा भवति इति लिखितमस्ति, परन्तु अत्र लिति इति प्रत्ययात् साक्षात् पूर्वं स्वरः नास्ति. तर्हि यदि स्वरः एव नास्ति चेत् तस्य उदात्तत्वमपि भवितुं नार्हति खलु. स्थानिवद्भावं स्वीकुर्मः चेदपि स्वरः नास्ति खलु, स्वरः लुप्तः खलु, अतः तस्मिन्नेव स्थाने उदात्तत्वं प्राप्तुं न शक्यते, तस्मिन् स्थाने उदात्तत्वं प्राप्तुं न शक्यते. तर्हि इदानीं पूर्वविधिः अत्र पूर्वविधिः अस्ति वा इति क्रमेण चिन्तनं तत्र शुभदा भगिनी भवती एव चिन्तनं करोतु. तत्र एकवारम् अचः परस्मिन् पूर्वविधौ इति सूत्रस्य परिशीलनं कृत्वा अत्र कुत्र स्थानिवद्भावः शक्यते इति एकवारं चिन्तनं करोतु, अपि च तत्र किं कार्यं सिद्ध्यति इत्यपि चिन्तनं करोतु. अत्र अचः परस्मिन् पूर्वविधौ नाम पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् भवति इति सूत्रं वदति. अधुना अस्माकं उदाहरणमस्ति चिकीर्ष योगः अक, अणुवल् प्रत्ययस्य अक इति प्रत्ययादेशः. तर्हि चिकीर्ष योगः अक, तत्र अतो अक इति अस्ति, अतोलोपः इत्यनेन अदन्ताङ्गस्य ह्रस्व अकारस्य लोपः भवति आर्धधातुके प्रत्यये परे. तर्हि अक इति निमित्तीकृत्य अक इति आर्धधातुकप्रत्ययः अस्ति, तत् निमित्तीकृत्य चिकीर्ष इत्यस्य शकारोत्तरवर्तीयः अकारः तस्य लोपः भवति. तर्हि स्थानी आसीत् शकारोत्तरवर्ती अकारः तस्य लोपः अभवत् तत्तु आदिः अतो लोपः इत्यनेन. अधुना अतः अचः परस्मिन् पूर्वविधौ इत्यनेन यः परनिमित्तकः अजादेशः नाम शकारोत्तरवर्ती यः अजादेशः वयं कृतवन्तः सः तु परनिमित्तकः आसीत् यतोहि अक इति आर्धधातुके प्रत्ययस्य प्रत्ययं निमित्तीकृत्य वयं सकारोत्तरवर्ती अकारस्य लोपः कृतवन्तः. अतः सः लोपः अजादेशः परनिमित्तकः अजादेशः इति वक्तुं शक्यते. तर्हि अधुना एकः भागः पूरितः. अधुना तस्मात् पूर्वं दैशिकरीत्या पूर्वं किं विधिः इति चिन्तनीयं. दैशिकरीत्या नाम चिकीर्ष योगः अक इत्यस्मिन् पूर्वं किमपि विधिः कोऽपि विधिः भवेत् वा. तृतीयकाले यः विधिः भवति, यः सूत्रमस्ति, तेन कारणेन कोऽपि विधिः दैशिकरीत्या पूर्वं भवितुम् अर्हति वा इति चिन्तनीयम्. तर्हि चिकीर्ष योगः अक इत्यत्र पूर्वकाले विधिः नाम लिति इत्यनेन लित् प्रत्यये परे प्रत्ययात् पूर्वम् उपस्थितः स्वरः उदात्तः भवेत्. लित् इति अक इति अधुना लित् प्रत्ययः, तस्मात् परे सः प्रत्ययः यः यदा परम् अस्ति तदा तस्मात् प्रत्ययात् पूर्वं यः उपस्थितः स्वरः अस्ति अव्यवहितरीत्या, यतोहि तत्र स्वरनिमित्तं सप्तमी अस्ति लिति इति, तर्हि अव्यवहितरीत्या पूर्वं कोऽपि स्वरः भवेत्. अधुना चिकीर् सकारोत्तरवर्ती अकारस्य तु लोपः वयं कृतवन्तः अतो लोपः इत्यनेन. अपि च लिति इत्यनेन पूर्वम् उपस्थितः स्वरस्य उदात्तत्वं भवितव्यम् इति कृत्वा यः अजादेशः भवति सः अजादेशः स्थानिवद् भवति इति उक्तमस्ति. तर्हि अक इति प्रत्यये परे कोऽपि स्वरः अस्ति वा, तर्हि अतोलोपः इत्यनेन यः अकारः लुप्तः सः स्थानिवद् भवति चेत् तत्र एव विधिः भवेत् इति मम चिन्तनम् आसीत्. न जाने इत्युक्ते चिकीर्ष इत्यत्र अकारस्य स्थानिवद्भावः स्वीक्रियते चेत् अत्र पूर्वविधिः इति इत्युक्ते साक्षात् स्थानिनः एव विधिः, तस्मात् पूर्वम् इति विधिः नास्ति, स्थानिनः एव विधिः. तर्हि तत्र उदात्तत्वम् इति एव वयं वदामः चेत् चकार उत्तरवर्ती अकारः यः यस्य स्थानिवद्भावः क्रियते तस्य उदात्तत्वम् इति वयं वदामः चेत् तत्र तु वस्तुतः साक्षात् स्वरः नास्ति. इदानीं स्थानिवद्भावेनैव स्वरः प्राप्तः, तादृशस्वरस्य उदात्तत्वम् इत्युक्ते तत्र उदात्तत्वं प्राप्तं परन्तु स्वरः नास्ति. तर्हि तत्र उदात्तत्वं कस्य भवति इति चेत् तस्य साक्षात् अनन्तरं यः अक इत्यस्य अकारः अस्ति तस्य उदात्तत्वं भविष्यति. तस्य उदात्तत्वं मम एकः प्रश्नः अस्ति, इदानीं पृच्छामि वा? भगिनि पूर्वं ईकारः अस्ति तस्य भवति खलु? एकक्षणम्. तर्हि तत्र अकारस्य उदात्तत्वं यतोहि तत्र शकार उत्तरवर्ती यः अकारः स्थानिवद्भावेन प्राप्तः तस्य उदात्तत्वम् इति यदा वयं वदामः तदानीं चिकीर् तत्र तु स्वरः एव नास्ति. उदात्तत्वं तु प्राप्तं परन्तु स्वरः नास्ति. तर्हि यदा वयं योजयामः चिकीर्षक इति यदा भवति तत्र सः अकारः उदात्तत्वं प्राप्यते स्म, परन्तु तथा अत्र न इष्यते. तदर्थमेव अत्र उक्तं स्वरविधौ स्थानिवद्भावः न भवति, स्वरविधौ स्थानिवद्भावः एव न भवति इति कृत्वा अत्र स्थानिवद्भावः अपि न भवति. तर्हि तत्र स्थानिवद्भावेन अकारः प्राप्यते तस्य उदात्तत्वमपि न भवति अत्र. तर्हि इदानीं लिति च इति सूत्रस्य का गतिः इति चेत् तत्र शकारात् पूर्वं यः दीर्घ इकारः अस्ति तस्य उदात्तत्वं भवति, यतोहि इदानीं स्थानिवद्भावं स्वीकर्तुं न शक्यते, यतोहि स्वरविधौ स्थानिवद्भावः एव न भवति. अतः ककार उत्तरवर्ति ईकारस्य उदात्तत्वं विधीयते. लिति न भवति खलु, लिति इति परसप्तमी अस्ति तर्हि. लिति इति परसप्तमी अस्ति इत्युक्ते तत्र यथा पुगन्तलघुपदस्य च इत्यत्र स्वीक्रिय पुगन्तलघुपदस्य च इत्यत्र स्वीक्रियते यत् किं सारधातुकप्रत्यये परे इकः इकः किम् इकः गुणः इति तत्रापि अव्यवहितत्वं नास्ति खलु, व्यवहितत्वमेव अस्ति खलु. एवम् अत्रापि दिति इत्यनेन यद्यपि तत्र परसप्तमी अस्ति परन्तु तत्र साक्षात् पूर्वं तु स्वरः दीर्घ ईकारः एव अस्ति. शकारात् पूर्वं दीर्घ ईकारः अस्ति इति कृत्वा तस्य उदात्तसंज्ञा भवति. अस्तु, शोभा भगिनी प्रश्नः कः? प्रश्नः अत्र भगिनी लिट् इति तत्र प्रत्ययात् पूर्वम् इति अस्ति खलु, तर्हि तत्र अका इत्यस्य अकारस्य एव कथं भवति इति मम तत्र न अका इत्यस्य अकारस्य एव इति न भवति. न शकार उत्तरवर्ति कश्चन तत्र किञ्चित् स्थानम् अस्ति खलु यः लुप्त अकारः इव दृश्यते इति यत् स्थानम् अस्ति, परन्तु अकारः अत्र वास्तविकतया नास्ति. तादृशलुप्तस्थानस्य स्थाने उदात्तत्वं विधीयते. यदा वयं योजयामः तत्र अक इत्यस्य अकारस्य योजनं भवति, तदानीं स्वरत्वं तत्र गोयिङ्ग् अण्ड् अटाचिङ्ग् टु दट् अकार. इत्युक्ते तत्र उदात्तस्य उदात्त यदा संयोगः भवति तर्हि उदात्तः तत्र स्थितः आसीत् तर्हि अकारस्य उपरि आगच्छति इति वा? अकारस्य उपरि आगन्तुं शक्यते, परन्तु स्वरविधौ स्थानिवद्भावः एव न स्वीक्रियते इति कृत्वा तथा न भवति. अस्तु अस्तु, तर्हि तत्र लुप्तस्य अकारस्य स्थाने उदात्तः उदात्तं किं तत्र ऊहयामः वा भगिनि? तर्हि तत्र तदनन्तरम् अकारस्य योजनेन तत्र भवितुम् अर्हति इति वा? एवं वयं चिन्तनं कुर्मः, एवं चिन्तनं कुर्मः, तत्र उदात्तसंज्ञा अस्ति कस्य भवति इति चेत् इदानीं स्वरः नास्ति परन्तु अनन्तरं स्वरः अस्ति, यदा वयं योजनं कुर्मः तत्र अटाच् करोति इति वयं वक्तुं शक्नुमः. परन्तु अत्र वास्तविकतया किम् अस्ति इति चेत् स्वरविधौ तत्र किं स्वरविधौ तत्र अथवा परस्मिन् पूर्वविधौ इत्यस्य प्रवृत्तिः एव न भवति इति कृत्वा तादृशप्रसङ्गः नास्ति अत्र. अन्यः प्रश्नः अपि अस्ति भगिनि, तत्र इदानीं पर्यन्तं मम अवगमनम् आसीत् तत्र लुप्त आदेशस्य आदेशं निमित्तीकृत्य कार्यं भवति इति, किन्तु तत्र इदानीम् उदात्तः भवति चेत् साक्षात् कार्यं तस्य स्थाने लुप्ताकारस्य स्थाने एव भवति, तं निमित्तीकृत्य भवति. इत्युक्ते अत्र अजादेश परनिमित्तिकः अजादेशः पूर्वविधौ इति उक्तं. पूर्वविधौ इत्युक्ते एतावत् अस्माभिः दृष्टं दैशिकरीत्या पूर्वं भवेत् इति, यत्र अकारस्य लोपः जातः तस्मात् पूर्वं भवेत् इति, परन्तु तथा नास्ति. तस्य स्थाने भवति चेदपि भवितुम् अर्हति. यथा इदानीम् अस्माभिः चर्चितं चिकीर्स्योगः अक इत्यत्र अकः सवर्णी दीर्घः इत्यस्य का गतिः इति चेत् भवत्या उक्तं पूर्वविधिः नास्ति इति. अतः अत्र पुनः चिन्तनीयम्, पूर्वविधिः नास्ति इत्युक्ते स्थानिनः स्थाने भवति चेदपि पूर्वविधिः इति एव मन्तव्यम्. अस्तु, स्थानिनः स्थाने भवति चेदपि पूर्वविधिः इति एव मन्तव्यम् अस्य तत्र अस्मात् उदाहरणात् वयम् अवगन्तुं शक्नुमः. तत्र स्थानिनः स्थाने भवति चेदपि पूर्वविधिः इति एव मन्तव्यं. तर्हि तस्मिन् प्रसङ्गे अकः सवर्णिदीर्घः इत्यस्य प्रसक्तिः भवति वा? हा, सत्यं, पूर्वं दृष्टवन्तः तत्र स्थानिनी अथवा तस्मात् पूर्वम् इति कुत्रापि पूर्वं दृष्टवन्तः. अस्तु, तर्हि तत्र उदात्तः इति आगत्य तिष्ठति इति चिन्तयामः. तर्हि न इदानीम् उदात्तत्वम् इति विषये अनन्तरम् आगच्छामः. इदानीं तत्र अकः सवर्णिदीर्घः इत्यस्य प्रसङ्गे स्थानिनि भवति चेदपि पूर्वविधिः इति एव मन्तव्यम् इति उक्तं चेत् तदानीम् अकः सवर्णिदीर्घः इत्यस्य प्रसक्तिः भवति वा न वा? तर्हि तर्हि भवति यत् इदानीं तत्र अकारः स्थानिवद्भावेन स्वीकृतं चेत् तम् आश्रित्य कार्यं भवति, किन्तु कस्य द्वयोः अकारयोः दीर्घः भवति तर्हि तत्र केवलं स्थानिवद्भावेन अपि भवति वा भगिनि? हा, स्थानिवद्भावेन अकारः अस्ति इति मत्वा कार्यं वयं कुर्मः चेत् दीर्घ आकारादेशः भविष्यति. अस्तु, दीर्घ आकारादेशः भविष्यति, परन्तु तदर्थम् अत्र उक्तं सवर्णकार्यं यत्र अस्ति तत्र स्थानिवद्भावः न भवति. स्वरसवर्णानुस्वार, सवर्ण इति उक्तं खलु, यत्र सवर्णकार्यं भवति, यत्र सवर्णदीर्घः वा अन्यत् किमपि कार्यं भवति तत्र तु स्थानिवद्भावः न भवति इति कृत्वा चिकीर्षयोगः अक इत्यत्र अकसवर्णदीर्घः इत्यस्य प्रसक्तिः न भवति, यतोहि स्थानिवद्भावः निषिद्धः खलु. निषिध्यते इति कृत्वा न भवति, नो चेत् भावं स्वीक्रियते चेत् भवति इति अन्तिम. इत्युक्ते यत्र यत्र अकसवर्णदीर्घः आयाति तत्र सर्वत्र स्थानिवद्भावः न भवति, अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः न शक्यते, यतोहि सवर्णः इति उक्तं खलु सूत्रे. अस्तु भगिनि. भगिनि, अत्र स्वर इत्यस्य को अर्थः? स्वरः इत्यस्य भवत्याः मनसि कः अर्थः? स्वर इति वदति चेत् उदात्त स्वरित इति स्वर भवति, तदेव स्वयेव तदेव अवगमनम्. स्वरः इत्युक्ते तदेव. अत्र अस्माकम् अधिकम् अवधानं मास्तु, यतोहि अद्यत्वे स्वरस्य चिन्तनमेव नास्ति, अतः अत्र अधिकसमय आपनस्य आवश्यकता एव नास्ति, यतोहि तस्य प्रयोजनं नास्ति. लौकिकजीवने यदा वेदं पठामः तदानीं स्वरावगमनं भवति, तत्र तु स्वरावगमनं भिन्नरीत्या अस्ति, अतः अत्र व्याकरणे लोके स्वरस्य विषये अधिकचिन्तनं मास्तु, यतोहि अस्माकं तादृशज्ञानमपि नास्ति. अतः केवलं सूत्रे एकं दलम् अस्ति इति कृत्वा मया अत्र स्थापितम् उदाहरणरूपेण, परन्तु अस्माकम् अवधानम् अस्ति मास्तु तावदेव खलु, यतोहि प्रयोजनं नास्ति अस्माकम्. अत्र इदानीं दिपीच इत्यस्य विषये इदानीं शुभदा भगिनी पुनः चिन्तनं करोतु, तत्र सम्यक्तया अवगतं वा? आं भगिनि, अवगतम्, अधुना अवगतम्. एकवारं वदतु सर्वेषां लाभाय. चिकीर्ष योगः अक, तत्र अक इत्यस्य अर्धधातुकत्वात् अतो लोपः इत्यनेन चिकीर्ष सकारोत्तरवर्ती अकारस्य लोप, तर्हि चिकीर्ष योगः अक. अधुना अचः परस्मिन् पूर्वविधौ इत्यनेन चिकीर्ष योगः अक इत्यत्र सकारोत्तरवर्ती अकारः पुनः दृश्यते. तृतीयकाले यः विधिः अस्ति लिति इति, तस्य दृष्ट्या लिति इत्यस्य कृते लित् प्रत्यये परे पूर्वं तस्मात् पूर्वं यः उपस्थितः स्वरः अस्ति सः उदात्तः भवति इति लिति इति सूत्रं वदति. तर्हि सकारोत्तरवर्ती अकारः अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवत् भवति चेत् चिकीर्ष इति भवति योगः अक. तत्र प्रत्यये परे पूर्वम् उपस्थितः स्वरः उदात्तः भवति, तर्हि चिकीर्ष इत्यत्र तु अक इत्यस्मात् पूर्वं स्वरः नास्ति इत्यतः, परन्तु वयं तु लोपः कृतवन्तः, अकारस्य लोपः अतो लोपः इत्यनेन कृतवन्तः, अतः उदात्तत्वं प्रदायितुं तत्र स्वरः एव नास्ति इति कृत्वा अक इति प्रत्ययस्य एव तत्र उदात्तत्वस्य स्थानं तु वर्तते, तत्र उदात्तत्वं भवति, परन्तु तस्मात् परम् अक इत्यस्य प्रत्ययस्य अ इति अस्ति इति कृत्वा तत्र संयुक्तं भवति इति मम अवगमनम् अस्ति. अतः अक इति प्रत्ययस्य अकारस्य उदात्तत्वं भवति स्म, परन्तु पदान्तद्विर्वचनवरेयलोपसवर्ण स्वरसवर्णानुस्वारदीर्घजश्चरविधिषु इति सूत्रेण अचः परस्मिन् पूर्वविधौ इत्यस्य स्थानिवद्भावस्य एव निषेधः क्रियते. कदा इति चेत् स्वर प्रक्रिया वेलायाम् अत्र तु स्वरप्रक्रिया एव अस्ति इति कृत्वा अतोलोपः इत्यनेन यः अकारलोपः वयं कृतवन्तः तत् स्थानिवत् न भवति, अतः लोपः एव तत्र तिष्ठति, चिकीर्ष् इति एव तत्र भवति, चिकीर्ष् योगः अक। तर्हि लिति इत्यनेन तस्मात् पूर्वं यः स्वरः अस्ति, उपस्थितः स्वरः, तस्य उदात्तत्वं भवति। अधुना तस्मात् पूर्वम् अव्यवहितरीत्या यः स्वरः अस्ति तस्य एव उदात्तत्वं भवेत् इति कृत्वा चिकीर्ष् इत्यस्य दीर्घ ईकारः अस्ति, सः अव्यवहितरीत्या उपस्थितः स्वरः अस्ति इति कृत्वा तस्य एव तत्र उदात्तत्वं भवति। अतः चिकीर्ष् इत्यस्मिन् चिकीर्षकः इत्यस्मिन् ईकारस्य उदात्तत्वं भवति इति मया अवगतम्। सम्यक् वा भगिनि? क्षम्यताम्, अहं म्यूट् मध्ये आसं, तत्र वदन्ती अस्मि। सम्यक् भगिनि, सम्यक् अस्ति, भवत्याः अवगमनं सम्यक् अस्ति। अन्तिमपरिच्छेदे यदुक्तं तदपि भवत्या उक्तं, परन्तु पुनः एकवारं पठामः। तत्र सूर्यकुमारी भगिनी किञ्चित् पठति वा? भगिनि, परन्तु अचय परस्मिन् पूर्वविधौ इत्यनेन यः स्थानिवद्भावः प्राप्तः तस्य निषेधः क्रियते न पदान्तर द्विर्वचनवरे लोपस्वरसवर्ण अनुस्वारदीर्घ झर्दिषु इति सूत्रेण स्वरविधौ चर्विधिषु इति सूत्रेण स्वरविधौ अत्र लुप्त अकारः स्थानिवत् न भवति, अतः चिकीर्ष् योगः अक इत्यत्र ककारोत्तरस्य ईकारस्य एव उदात्तत्वं विधीयते लिति इत्यनेन, यतोहि लिति इति सूत्रं तु पूर्व उपस्थितस्य स्वरस्य एव उदात्तत्वं विधीयते, अत्र तु लिति प्रत्यये परे तु स्वरः अस्ति ककारोत्तरवर्ति ईकारः इति कृत्वा तस्यैव उदात्तत्वं जायते। पुनः अच परस्मिन् पूर्वविधौ तत्र निषेधकसूत्रेण चिकीर्ष तत्र अकारलुप्तः भवति, स्थानिवत् न भवति, चिकीर्ष तत्र कार उत्तरवर्ति ईकारः अस्ति, स्वरः अस्ति, तत् स्वरः उदात्त भवति लिति इति सूत्रेण। साक्षात् पूर्वं नास्ति अपि पूर्वम् अस्ति चेत् ईकारस्य उदात्त भवति इति अर्थः तत्र। तदेव भगिनि, ईकारस्य उदात्तत्वं भवति इति तु सत्यं, परन्तु अत्र पश्यन्तु चिकीर्षयोगः अक इति स्थितौ इदानीं स्थानिवद्भावः नास्ति चेत् तत्र ककार उत्तरवर्ति ईकारस्य स्थानिवद्भावः भवति, खलु? स्थानिवद्भावः ककार उत्तरवर्ति ईकारस्य एव स्थानिवद्भावः भवति, यतोहि तदेव पूर्वविधिः अस्ति इदानीम्। अक इत्यस्मात् पूर्वं दीर्घ ईकारः अस्ति इति कृत्वा तस्य स्थानिवद् तस्य दीर्घ ईकारस्य उदात्तत्वं भवति, परन्तु इदानीं पूर्वविधिः अस्ति इति कृत्वा अत्र अजादेशः स्थानिवद्भवति वा इति वयं पश्यामः चेत् तत्र अजादेशः पूर्वविधिः अपि अस्ति, परनिमित्तिकः अजादेशः अपि अस्ति इति कृत्वा स्थानिवद्भावं वयं स्वीकुर्मः चेत् तदानीं किं भवति इति चेत् परिवर्तनं जायते। इदानीं स्वरः आगतः अक इत्यस्मात् साक्षात् पूर्वम् इति कृत्वा तत्र दीर्घ इकारस्य स्थाने दीर्घ इकारस्य उदात्तत्वम् इत्यस्य अपेक्षया इदानीं यः लुप्तः अकारः अस्ति तस्य उदात्तत्वं प्राप्यते। एवं चेत् तत्र अक इति प्रत्ययस्य अकारस्य उदात्तत्वं भवति, यतोहि चिकीर्षय अक इति वयं योजयामः चेत् तत्र षकार उत्तरवर्ती यः अकारः षकार उत्तरवर्ती यद् उदात्तत्वम् अस्ति तस्य इदानीम् इट् गेट्स् अटाच् टु दि अक इत्यस्य अकारस्य। परन्तु वयं किं वदामः इति चेत् तत्र स्थानिवद्भावः एव न भवति, न पदान्तद्विर्वचन इति सूत्रस्य निषेधकार्यात् इति कृत्वा तत्र षकार उत्तरवर्ती अकारस्य उदात्तत्वं न भवति, अक इत्यस्य अकारस्य उदात्तत्वं न भवति। परन्तु लिति इति सूत्रेण तस्मात् पूर्वं यः दीर्घ इकारः अस्ति तस्य एव उदात्तत्वं भवति इति अत्र सारांशः भगिनि। अस्तु समीचीनम्। अक इत्यस्य आवश्यकता उदात्तः इति हा इति तथा भविष्यति, परन्तु तथा न भवति, यतोहि निषेधः अस्ति खलु इति कृत्वा तथा न भवति। एवं स्थानिवद्भावः स्वीक्रियते चेत् एतादृशसमस्या जायते। तत्र यः प्लेस् होल्डर् उदात्तत्वम् अस्ति तत्र प्रत्ययस्य उदात्तत्वं प्राप्यते, परन्तु तथा न इष्यते, प्रत्ययस्य आकारस्य उदात्तत्वं न इष्यते अत्र इति कृत्वा निषेधकार्यम् अस्ति, निषेधकार्यम् अस्ति इति कृत्वा तथा न भवति। पूर् ककार उत्तरवर्ती ईकारस्य एव उदात्तत्वं भवति इति विषयः अस्ति। अस्तु, यत्किमपि भवतु नाम अस्माकम् अवधानम् अत्र नास्ति, अतः अग्रे गच्छामः। अस्तु, तर्हि इदानीं सवर्णविधिः इति तत्र पद्मश्री भगिनी पठितुम् इच्छति वा? हा भगिनि, सवर्णविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति इति विषयः। यदा सवर्णविधिः क्रियते तदा सवर्णविधौ परनिमित्तकः अजादेशः स्थानिवत् भावं न प्राप्नोति इति एव विषयः अस्ति इदानीं। यथा उदाहरणं श्लिश्रु विश्लेषणे इति रुधादिगणीयः धातुः, तस्मात् लोटि मध्यमपुरुषे एकवचने सिप् प्रत्ययः विधीयते, अतः शिश् योगः लोट् इति स्थिते लोट् इत्यस्य स्थाने सिप् आदेशः भवति, अतः शिश् सिप् इति जायते। ततः शिश् सेह्य पिच्च इति सूत्रेण सिप् प्रत्ययस्य स्थाने हि आदेशः भवति, अतः शिश् योगः हि इति भवति, सिप् सिप् इत्यस्य स्थाने हि आदेशः भवति, तत् प्रत्ययः अपित् च भवति सेह्य पिच्च इति सूत्रेण। सो इदानीं शिश् हि इति स्थिते हुजर्भ्यो हे दीर्घः हेर्धिः इत्यनेन झलन्तेभ्यः अङ्गेभ्यः हि इति प्रत्ययस्य स्थाने धि आदेशः भवति, षि योगः धि इति भवति। इदानीं शिश् हि इति स्थिते हुजल्भ्योः हेर्धिः इति सूत्रेण झलन्तेभ्यः अङ्गेभ्यः शिश् इति इत्यत्र षकारः मूर्धनिषकारः झलन्त अङ्गः अस्ति इति कृत्वा तस्मात् परस्य हकारस्य धकारः आदेशः भवति अनेन सूत्रेण। सो अतः शिश् धि इति भवति। ततः शिश् धि इति स्थिते अधुना रुदादिभ्यः श्नम् इत्यनेन श्नम् प्रत्ययः विधानं भवति, प्रत्ययस्य विधानं भवति। श्नम् इति प्रत्ययः मित् अतः मितचोन्त्यात् परः इत्यनेन मित् आगमः यस्य शब्दस्य विधीयते तस्य शब्दस्य अन्तिमस्वरस्य अनन्तरम् आयाति। प्रकृतस्थले तु श्नम् इति प्रत्ययविधानं शिश् इति धातोः अस्ति इत्यतः शिश् इत्यस्मिन् इकारस्य अनन्तरम् आयाति। इदानीं शिश् योगः धि इति स्थिते रुदादिभ्यः श्नम् इति सूत्रेण रुदादिगणीयः अस्ति इति कृत्वा श्नम् विकरणप्रत्ययः आयाति। श्नम् इति प्रत्ययः मित् अस्ति इति कृत्वा श्नम् प्रत्ययः मितचोन्त्यात्परः इति सूत्रेण तस्य आगमः शकारोत्तर वर्तिनः इकारस्य नन्तरम् आगच्छति, अतः इकारस्य अनन्तरं भवति, अतः शि श्नम् श धि इति भवति। सम्यक् वा भगिनी? अहं प्रथमवारं न न न बहु बहु समीचीनं भगिनि, बहु समीचीनं. तत्र शि इत्यत्र शकार उत्तरवती यः इकारः तस्य अनन्तरम् आयाति श्नम् इति प्रत्ययः. ओके, श्नम् इति प्रत्ययः आगच्छति. अतः शि श्नम् श धि इति स्थिते इदानीं श्नसोरल्लोपः इति सूत्रेण श्नम् इति विकरणप्रत्ययस्य च अस् धातोः च अङ्गस्य अकारस्य सार्वधातुके ङिति ङिति प्रत्यये परे लोपः भवति, अतः नकारोत्तरस्य अकारस्य लोपः भवति इति उक्तं. नाम इदानीं श्नसोरल्लोपः इति सूत्रेण श्नमः विकरणप्रत्ययस्य एतत् श्नम् विकरणप्रत्ययः अस्ति इति कृत्वा तस्य अङ्गस्य अकारस्य सार्वधातुके ङिति परे लोपः भवति. सिप् प्रत्ययः धि इति प्रत्ययः सिप् इति प्रत्ययस्य स्थाने आगतः इति कृत्वा तत्तु सार्वधातुकः अस्ति. सेर्ह्यपिच्छ इत्यनेन अपित् अपि भवति इति कृत्वा तत् अपित् इति कृत्वा तत् सार्वधातुकम् अपित् इत्यनेन नित्वद्भावमपि प्राप्नोति. अतः श्नमः नकारोत्तरवर्णस्य अकारस्य लोपः भवति, अतः शि न शु धि इति जायते. हा, उत्तमं भगिनि, बहु सम्यक्, समीचीनं, धन्यवादः. सम्यक्, हा समीचीनं. तर्हि अत्र अत्र शिस् योगः लोट् इत्यत्र भगिन्या उक्तमेव, तत्र सिप् इति प्रत्ययः मध्यमपुरुषे एकवचने सिप् इति प्रत्ययः, तत्र सिप् प्रत्ययस्य हि आदेशः भवति अनदन्तम् अङ्गम् इति कृत्वा हि आदेशः सिप् इत्यस्य हि आदेशः भवति. इदानीं तत्र हुजल्भ्यो हेर्भिः इत्यनेन शिश् इत्यत्र ज्वलन्तम् अङ्गमस्ति, हि इति प्रत्ययस्य धि इति आदेशः भवति. तर्हि इदानीं धि इति यः आदेशः जातः तत्रापि स्थानिवद्भावेन धि इत्यत्र प्रत्ययत्वमपि अस्ति, तत्र तिङ् प्रत्ययत्वमपि धि इत्यत्र अस्ति. इदानीं रुदादिभ्यः श्नम् इत्यनेन श्नम् प्रत्ययस्य विधानं श्नम् इति प्रत्यये न इति अवशिष्यते, अतः मित् अस्ति श्नम् इति कृत्वा मिथचोन्त्यात् परः इत्यनेन अश्वरण अन्तिम अश्वरणस्य अनन्तरं भवति. किम् तर्हि शिनश् योगः धि इति स्थितिः. इदानीं तत्र श्नसोरल्लोपः इत्यनेन शिनश् इत्यत्र नकार उत्तरवर्ति अकारस्य लोपः भवति निति प्रत्यये परे, निति सार्वधातुके परे, अतः धि इति प्रत्ययः सार्वधातुकत्वमपि तत्र अध्यारोपितं स्थानिवद्भावेन. निद्वत् अपि अस्ति सार्वधातुकम् अपित् निद्वत् इति कृत्वा स्नम् प्रत्ययस्य नकार उत्तरवर्ति अकारस्य लोपः, अतः शिनश् योगः धि. इदानीं तत्र अन्तिमसन्धिकार्यम् उमाभगिनी वदतु सन्धिकार्यम्. करपत्रे कुत्र इति न जानामि, सन्धिकार्यं स्निश् योगः धि. नश्चापदान्तस्य जलि इति न प्राप्तं वा? अस्तु, तर्हि किं विनय महोदय पठतु. आं भगिनि, शि योग न हदन्त योग शि हदन्त योग धि न च अपदान्तस्य झलि झल् अस्ति धि इति सूत्रेण अनुसार आदेशः भवति नकारस्य स्थाने झलि परे, अथ शिङ्ख अनुस्वार अस्ति शिङ्श अनन्तयोग धि अस्मिन् सोपने अपि च अत्र अच परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः अस्ति, परन्तु अस्मिन् विषये अनुस्वारविधौ चर्चयामः. अत्र वयम् अच परस्मिन् पूर्वविधौ सम्बन्धे इदानीं न वदामः, परन्तु केवल अनुस्वारविधौ चर्चा कुर्मः. तर्हि शिङ् च योगाधि श्रुणष्टु स्तुनष्टुः टवर्गीय भवति स्तुनष्टु आधारेण. अथ टवर्गीयस्थाने टवर्गी अस्ति टव ठ ढ, तर्हि शै च योग धि अस्ति. तदनन्तरं शिङ् श धि झलां झष् झषि इत्यनेन शकारस्य झष्त्वे डकारः जायतः झषि परे, तर्हि श स्थाने श मूर्धन्यस्थाने डकार अस्ति, तर्हि शिङ् दृढि भवति. शिङ् दृढि अत्र अनुस्वार अस्ति, वयं जानीमः कथं सूत्रसाधारेण. तदनन्तरं अनुस्वारस्य यहि परस्वर्ण आयाति, इत्यनेन अनुस्वारस्य परस्वर्णादेशः णकारः जायते स्म, येन णकारः जायते. वयं जानीमः परस्वर्णः कः, चठ दश न स्म, येन षणुभिः षणदधिः इति सूत्रं भवति स्म. अत्र केवलं सन्धिसम्बन्धे अहं पठितवान्. अग्रे गच्छामि भगिनि. आं महोदय, गच्छतु. अग्रे अच्छा अग्रे किन्तु अचः परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानीवत् भवति. अतः नकार उत्तरवर्ती इदानीम् अनुस्वार उत्तरवर्ती अकारः स्थानिवत् भवति स्म. अतः अत्र प्रश्नोदेति नकारसम्बन्धे न हलन्त् पूर्त न भवति, पूर्ण न भवति. अर्थात् किं योगा अ योगा ड योगा धि एव दृश्यते अनुस्वारस्य ययि परस्वर्णः इति सूत्रस्य दृष्टः. अर्थात् यदि अनुस्वारस्य ययि परस्वर्णः विधिसूत्र अस्ति, तर्हि अस्य विधिसूत्रस्य इत्यनेन अनुस्वारस्य परस्वर्णादेशः णकारः नैव प्राप्यते, यतोहि अनुस्वारस्य अनन्तरं यय् वर्णः एव नास्ति. एवं चेत् षणदिभिः इति इष्टसूत्रं न प्राप्यते एव इष्टरूपम्. अतः अवगच्छामि, इष्टरूपं न प्राप्यते एव. अतः अचः परस्मिन् पूर्वविधौ तस्य निषेधः आवश्यकः स्वर्णविधौ सवर्णविधौ स्वर्णविधौ. तदनन्तरं न पदान्त तदनन्तरं वदतु, अत्र किम् अस्ति इति एकवारं वदतु. अत्र अचः परस्मिन् पूर्वविधौ आधारेण तु वयं जानीमः यत्र स्थानीवत् केवलं अत्र स्थितिः का तथा अस्ति स्थितिः स्थितिः अस्ति प्रथमतया तु किञ्चित् उपरि गच्छामि. स्थितिः तु श्रं सम्बन्धे अस्ति, श्रं प्रत्यये अस्ति, रुधादिगुणः अस्ति. तर्हि श्रम् अन्तर्गत नकारः अस्ति नकारः, परन्तु नकारसम्बन्धे सूत्रस्ति शृणसोर् श्र सोः अल्लोपः श्न अस् अल्लोपः, तर्हि अकारलोपः भवति. यदि अकार लोपः भवति तर्हि न हलन्त अवशिष्यते, परन्तु न हलन्त अवशिष्यते आधारेण अग्रे यदि गच्छामः तर्हि अच परस्मिन् पूर्वविधौ तु स्थानिवत् भवति, स्थानिवत् अर्थात् न न भवति, परन्तु यदि न न भवति तर्हि अनुस्वारस्य पर यदि परस्वर्णस्य सम्भावना न भवति, यदि सम्भावना न भवति तर्हि इष्टरूपं कथं प्राप्यते? किमर्थं सम्भावना न भवति अनुस्वारस्य यदि परस्वर्णः इत्यस्य? न, अनुस्वारस्य अनुस्वार नास्ति, अनुस्वारः तु अस्ति, अनुस्वारः तु अस्ति, नश्चापदान्तस्य जलि इत्यनेन अनुस्वारः तु जातः, परन्तु तथापि अनुस्वारस्य यै परसवर्णः इत्यस्य प्रसक्तिः नास्ति, किमर्थम्? अनुस्वारस्य तु यातः परन्तु सूत्र अनुस्वारस्य यै परसवर्णः इति सूत्रस्य दृष्टया अर्थात् शिङ् अगढि इव दृश्यते इति किमर्थं शि अड इति किमर्थं दृश्यते? अ इति कुतः आगतः? अगच्छति पूर्व अचः परस्मिन् पूर्वविधौ आधारेण अगच्छति इति अस्ति, अचः परस्मिन् पूर्वविधौ इति स्थानिवद्भावः स्वीक्रियते चेत् यत्र स्थानिवत् भावः स्वीक्रियते तर्हि तु न न भवति, परन्तु न न अभिभवति न सम्बन्धे न न न भवति इति न तत्र अनुस्वरसि यै परसवर्णः न भवति न भवति, परन्तु नकार सम्बन्धे केवलं यत्र स्थानिवत् भवति तर्हि नकारनकार भवति, तर्हि यदि नकारनकार भवति तु अप्रश्न तर्हि स्थानिवद्भावः स्वीक्रियते चेत् अनुस्वारस्य यै परसवर्णः इत्यनेन अनुस्वारस्य णकारः परसवर्णादेशः न भवति, न भवति चेत् तदानीम् इष्टरूपं शिण्डि इति रूपं न लभ्यते इति कृत्वा तत्र सवर्णकार्यं यत्र अस्ति तत्र स्थानिवद्भावः न स्वीक्रियते. अस्तु महोदय, धन्यवादः. इदानीं तत्र समीचीनं समीचीनं, तर्हि इदानीम् अग्रिमपरिच्छेदः. उमाभगिनी प्राप्तं वा न वा? न प्राप्तं भगिनि. कुत्र अस्ति भवा? अन्यस्मिन् गृहे अस्ति वा? किं करपत्रं नास्ति वा पुरतः? अस्तु अस्तु अस्तु अस्तु, तर्हि अग्रे विजयलक्ष्मी भगिनी पठतु. आं भगिनि, अतः किन्तु अचः परस्मिन् पूर्ववधौ ततः वा भगिनि? तदभवत् अग्रिमपरिचितः. अतः अचः परस्मिन् पूर्ववधौ इत्यनेन यः स्थानिवद्भावः प्राप्तः तस्य निषेधः क्रियते, न पदान्तद्विर्वचनवरेयलोप स्वरसवर्णानुस्वरदीर्घजश्चर्विधिषु इति सूत्रेण सवर्णविधौ. अतः अत्र परसवर्णे कर्तव्ये परनिमित्तकः अकारलोपः स्थानिव न भवति, अतः शिङ् ड योग ढि इत्यत्र अनुस्वारस्य यै परसवर्णः इत्यनेन अनुस्वारस्य परसवर्णादेशः नकारः जायते, शिण्डि इति रूपं सिद्ध्यति. अत्र प्रथमसोपाने नश्च पदान्तस्य झलि इत्यनेन श्नम् इति प्रत्ययस्य नकारस्य अनुस्वारादेशः भवति. अनन्तरं ति इति अस्ति खलु, स्थैर्य पिच्च हि, तत्र धि इति अस्ति, धि इत्यस्य श्रुनाष्टुः इति तवर्गस्य धकार चतुर्थवर्णः, टवर्गस्य चतुर्थवर्णः तस्य स्थाने आयाति, धकारः पुनः झलां झष् झषि इत्यनेन मूर्धन्यषकारस्य स्थाने डकारादेशः भवति श षि अनुस्वारः ड ढि इति स्थिते अनुस्वारस्य ययि परसवर्णः इति सूत्रं कार्यं करोति यतोहि अजः परस्मिन् पूर्वविधौ इति सूत्रस्य निषेधकसूत्रं न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु इति वदति इति सूत्रं वदति यत् सवर्ण परसवर्ण आदेशः यदा भवति तत्र अचः परस्मिन् पूर्वविधौ इति सूत्रं कार्यं न करोति इति अतः तत्र लुप्त अकारस्य स्थानिवद्भावः न भवति अतः अनुस्वारः अनुस्वारस्य परसवर्णः टवर्गीय अन्तिम अक्षरः णकारः प्राप्नोति शिण्डि इति रूपम् अपि सिद्ध्यति अग्रे सम्यक् सम्यक् धन्यवादः भगिनि इदानीम् अन्य सम्यक् तत्र एकं वाक्यमेव अस्ति अन्तिमवाक्यं शिण्डि शिण्डि इति रूपद्वयं सिद्ध्यति इति तावदेव समीचीनं तत्र अन्यस्य अवसरः भवतु इति तावदेव अस्तु सम्यक् सम्यक् तर्हि तत्र मीना भगिनी अग्रे पठतु अस्ति वा मीना भगिनी अन्तिमपरिचयं पठतु अस्मि अस्मि भगिनि शिण्डि जरो जरि सवर्णे तत्र वा जरोजरी सवर्ण इत्यनेन हलः परस्य जर्वर्णस्य सवर्णे जर्वर्णे परे विकल्पेन लोपः भवति शिण्डि इत्यत्र नकारः हल्वर्णः तस्य अनन्तरं यः जर्वर्णः डकारः तस्य लोपः विकल्पेन भवति सवर्णे जरि परे ढकारे ढकारे परे सर्वेषां तवर्गीयवर्णानां सावर्ण्यम् अस्ति तत्र शिण्ड् धि भवति तत्र कथं तत्र कुत्र अस्ति तत्र शिण्ड् शिण्ड् धि भवति तत्र जर्वर्णः अस्ति जरि परे तस्य सवर्ण जर्वर्णः डकारः अस्ति शिण्ड् डि डकारः अस्ति तस्य लोपः विकल्पेन भवति सवर्णे जरि परे डकारः सवर्णवर्णः अस्ति डकारे डकारे परे सर्वे तस्मात् शिण्डि अथवा शिण् इड् डि भवति रूपद्वयं सिद्ध्यति तत्र जरः जरि सवर्णवर्णः भवति विकल्पेन भवति नकारः डकारः तत्र डकारः भवति समीचीनम् इति अत्र विषयः अस्ति सवर्ण कार्यं यत्र यत्र भवति तत्र अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यं न भवति इति विषयः अस्ति तर्हि एतावता प्रश्नः अस्ति वा नो चेत् अग्रे गच्छामः तत्र किं शोभाभगिनी अग्रे पठति वा प्रश्नः चेत् प्रष्टुमर्हन्ति पठतु भगिनि अनुस्वारविधि अनुस्वार आं भगिनि अनुस्वारविधिः अनुस्वारविधौ परनिमित्तकः अजादेशः स्थानीयोद्भावं न प्राप्नोति यथा शिष्णविश्लेषणे इति रुधादिगणीयधातुः रुधादिगणीयः धातुतः लट्लकारे प्रथमपुरुषे एकवचने झि इति प्रत्ययः विधीयते शिष् योगः लट् तस्मात् शिष् योगः झि इति झोन्तः इत्यनेन झि इति भवति लट् इत्यस्य. इदानीं झोन्तः इत्यनेन झा इति प्रत्ययस्य स्थाने अन्त् इति आदेशः भवति. शिश् योगः अन्त् योगः झि इत्यस्य इ इकारः तिष्ठति. शिश् योगः अन्ति इदानीं शिश् योगः अन्ति इति प्राप्तं. तत्र रुधादिभ्यः श्नम् इत्यनेन श्नम् प्रत्ययस्य विधानम्. श्नम् इति प्रत्ययः मित् अस्ति, अतः मिदचोन्त्यात् परः इत्यनेन अचां मध्ये यः अन्त्यः तस्मात् परः तस्य एव अन्त अवयवः मित् स्यात्. श्नम् इति प्रत्ययः शिश् इति धातौ अन्तिमस्वरात् परम् आयाति. शि न इदानीं शि नक न श योगः अन्ति. शि नकारः शकारः योगः अन्ति. तत्र शि न इति किं तत्र किमपि निष्कृतवती वा तत्र योगः अन्ति इत्यत्र अधुना किं कार्यमस्ति? श्नम् प्रत्ययः याति अत्र. श्निश्च इति धातुतः अन्ति इति प्रत्ययः यदा भवति तदानीं श्नम् विकर्णप्रत्ययः योगः अन्ति. श्नम् इत्यस्य नकारः श्नम् इत्यस्य न तिष्ठति अनुबन्धलोपानन्तरं. तद् धातोः मध्ये आगच्छति इति कृत्वा शि न श इति तिष्ठति. शि शिनश् इति योगः अन्ति इति झोन्ता इत्यस्य अन्ति. इदानीं शि नकारः शकारः योगः अन्ति. तत्र अधुना श्नसर् श्नसोरलोपः इति सूत्रेण श्नम् इति विकरणप्रत्ययस्य च अपि च अस् धातोः च अङ्गस्य अकारस्य सार्वधातुके किति निति प्रत्यये परे लोपः भवति. अतः नकारोत्तरस्य अकारस्य लोपः भवति. शि नकारः अकार आ षकारः योगः अन्ति. अकारस्य लोपः भवति अन्ति इति निति सार्वधातुके परे. आम् भगिनि. इदानीं तत्र तावत् अनुस्वारविधिः इति अस्माकं न पदान्तद्विर्वचनवरे यलोप स्वर सवर्णानुस्वारदीर्घजश्चर्विधिषु इति सूत्रात् अनुस्वारविधिः. तत्रापि अनुस्वारविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति इति विषयः. श्लिष इति धातुं स्वीकृत्य तत्र रुधादिगणीयधातुः, अतः लट्लकारे प्रथमपुषे एकवचने झि इति प्रत्ययः विदितः भवति. तर्हि शिश्योगः लट् इत्यस्मात् शिश्योगः झि इति प्राप्तम्. इदानीं झि इति प्रत्ययस्य कृते झोन्तः इति सूत्रस्य प्रसक्तिः भवति. तत्र झा इति स्थानस्य झा इत्यस्य स्थाने अन्त् इति आदेशः भवति. इदानीं शिश्योगः अन्त् योगः इ इति प्राप्तम्. शिश्योगः अन्ति इति तत्र अन्त्योगः इ इत्यस्य अन्ति इति कृत्वा तत्र रुधादिभ्यः श्नम् इत्यनेन शिश् इति धातुः रुधादिगणीयधातुः इत्यनेन श्नम् इति प्रत्ययस्य विधानं भवति. तत्र श्नम् इति प्रत्ययः मित् अस्ति इति दृष्टवन्तः. अतः मिदचोन्त्यात् परः इति सूत्रेण अचां मध्ये यः अन्त्यः तस्मात् परे तस्य एव अन्त अवयवः मित् स्यात् इति. तत्र अचां मध्ये यः अन्त्यः तत्र शिश् इत्यत्र तत्र अतां मध्ये इत्युक्ते इ इति इकारः अस्ति शिश् इत्यत्र तदेव एकमेव स्वरः यः अन्त्यः तदपि अन्त्यः एव भवति तत्र. मित् स्यात् इति मित् स्यात् मित् भवति चेत् इदानीं मित् अचः अन्त्यात् परः इत्यस्मात् तस्मात् परं तत्र श्नम् इत्यस्य विधानः भवति इति कृत्वा शी योगः श्नम् इति भवति श्नम् इत्यस्य न एव तिष्ठति इति कृत्वा शी न श इति शिनश् इति भवति योगः अन्ति तत्र शिनश् इति तत्र श्नम् प्रत्ययात् आगतः नकारः आगतस्य नकारस्य न इत्यस्य अकारलोपः भवति श्नसोरल्लोपः इति सूत्रेण अतः तत्र श्नसोरल्लोपः इति सूत्रं वदति श्नम् इति विकरणप्रत्ययस्य अपि च अस् धातोः अङ्गस्य अकारस्य सार्वधातुके कितिनिति प्रत्ययपरे लोपः भवति इति तत्र परप्रत्ययः अन्ति इति झि इत्यस्मात् आगतः प्रत्ययः अतः तत्र कितिनिति प्रत्ययपरे झि इति प्रत्ययः कित् नास्ति णित् अस्ति अतः तत्र भगिनी तत्र क्षम्यतां नित् इति विस्तृतं कथं भवति इति जि इति किं किं जि झोन्तः झोन्तः इत्यनेन अन्तादेशः जि इति प्रत्ययस्य स्थाने अन्तादेशः नित् इति किं मित् किं तत्र किति निति प्रत्ययपरे लोपः भवति अन्ति इति प्रत्ययः जि इति प्रत्ययः मूलतः अपित् अस्ति खलु अपित् सारदातुकम् अपित् निद्वत् अस्तु अस्तु तेन हा विस्मृतमासीत् धन्यवादः भगिनी हा सार्वधातुकम् अपित् इत्यनेन तत्र णित्वम् अध्यारोप्यते अतः निति इति तत्र निमित्तं पूरितं निति प्रत्ययपरे लोपः भवति इति तर्हि श्नम् इति विकरणप्रत्ययः अस्ति अपि च अङ्गस्य अकारस्य सार्वधातुके निति इति निमित्तं पूरितं तर्हि तस्य लोपः अकारस्य लोपः भवति अतः नकारोत्तरस्य अकारस्य लोपः इदानीं अभवत् इदानीं श्री नकारः अकारः षकारः इति तिष्ठति योगः अन्ति तत्र अकारस्य लोपः भवति अन्ति इति निति सर्वधातुके परे इति दृष्टं तर्हि अग्रे पठनीयं वा न न अग्रे इदानीं वंशी भगिनी पठिष्यति भगिनी कृपया किञ्चित् पठतु पठितुं शक्नोति वा वंशी भगिनी नमस्कारः श्रूयते वा भगिनि श्रूयते वा आमाम् आम् अभिश्रूयते वा कुतः पर्यन्तं भविष्यति तत्र श्नम् इति प्रत्ययनं श्नसोरल्लोपः इति जातम् ओ तदेव श्री न श तत् परिच्छेदः अभवत् न भगिनि तदभवत् अग्रिम इदानीं नश्यापदान्तस्य जलि ची हा अस्तु ची नश्च योगः अन्ति नश्यापदान्तस्य झलि इति सूत्रेण नकारस्य स्थाने जलि परे अनुस्वारादेशः भवति स्म तत्र स्थितिः का अस्ति इत्युक्ते शी न श योगः अन्ति इत्यस्मिन् तत्र मूर्धन्यषकारः झल् वर्णः अस्ति नकारः तु नकारः अस्ति अतः तत्र झल् झल् वर्णः परे नश्यापदान्तस्य झलि इत्यनेन पदा अपदान्तस्य क्षम्यताम् अपदान्तस्य कार्यमस्ति इति कारणात् तत्र नकारस्य अनुस्वारः अनुस्वारादेशः भवति स्म इति तत्र कार्यं भवति तस्मात् पठामि वा भगिनि किन्तु इदानीं तत्र स्वचिन्तनं करोतु पठनस्य आवश्यकता नास्ति अग्रे अग्रिमसप्ताहे पठिष्यामः इदानीं स्वचिन्तनं किञ्चित् करोतु अस्तु भगिनि तत्र किम् अस्ति इत्युक्ते तत्र श्नम् इत्यस्य तत्र श्नम् इत्यस्य तत्र न इति अस्ति न अकारः सहितः न अस्ति तत्र न अकारः सहितः न इत्यस्मिन् अकारस्य लोपः जातः श्नसोरलोपः इति सूत्रेण अतः तत्र अधुना तु स्थानिवद्भावः भवति वा इति प्रश्नः जातः तत्र यतोहि तत्र नकारः अनन्तरं यः अकारः अस्ति यदि तत्र स्थानिवद्भावेन अकारः प्राप्नुमः वा इत्युक्ते तत्र तु प्रथमं तु स्थानिवदादेशो अन्नल् इति सूत्रेण पश्यामः चेत् तत्र अल् विधिः अस्ति इति कारणात् तत्र स्थानिवदादेशो अन्विदौ इति सूत्रेण तत्र स्थानिवत् किमर्थम् अल्विधिः अस्ति? अल्विधिः किमर्थम् अस्ति इत्युक्ते तत्र तत्र नसोरलोपः यत् कार्यं करोति अस्तातु अङ्गस्य सार्वधातु सार्वधातु इति प्रत्ययपरे इति अस्ति इति कारणात् तत्र तत्र तु सार्वधातुकी इति प्रत्ययपरे अस्ति अतः तत्र अन्ति इति प्रत्ययः अस्ति अतः तत्र अलिविधिः अस्ति तृतीयकाले विधिसूत्रं किम् प्रथमकाले स्थानी तु तत्र अकारः अस्ति तस्मात् अनन्तरम् अकारस्य स्थाने लोपादेशः भवति श्नतोरलोपः इति सूत्रेण तस्मात् अनन्तरं विधि क्षम्यतां प्रथमं तु न एतत् सर्वं समीचीनमस्ति तत्र तृतीयकाले विधिसूत्रं किम् नश्च पदान्त तर्हि नश्च पदान्तस्य जलि इति प्रवर्तनार्थं स्थानीयः वर्णः अस्ति सः अपेक्षितः वा नास्ति तत्र तु नास्ति यदि नास्ति अपि तत्र नश्च पदान्तस्य जलि तु झल् वर्णः परे अस्ति शकारः तु झल् वर्णः अस्ति अतः तत्र अल्विधिः नास्ति तर्हि स्थानिवद्भावः भवति अशास्त्रं भवति यदि स्थानिवद्भावः भवति तर्हि तस्मात् अनन्तरं स्थानिवद्भावः न भवति इत्येव अस्ति स्थानिवद्भावः भवति चेत् नश्चापदान्तस्य जलि इति सूत्रस्य निषेधः भवति चिन्तितं स्थानिवद्भावः भवति चेत् नश्चापदान्तस्य जलि तृतीयकाले यत् सूत्रम् अस्ति तस्य कार्यं न भवति इति कारणात् तत्र अशास्त्रीयम् इति उक्त्वा तत्र स्थानिवद्भावः न भवति तस्मात् अनन्तरम् अचः परस्मिन् पूर्वविधौ इति सूत्रेण पश्यामः चेत् तत्र अचः परस्मिन् पूर्वविधौ किं वदति इत्युक्ते परनिमित्तिकः अजादेशः स्थानिवद्भवति पूर्वविधौ कर्तव्ये इति सूत्रार्थः अस्ति परनिमित्तिकः अजादेशः तु नकारः नकार उत्तरवर्तीयः अकारः अस्ति तद् परनिमित्तिकः अस्ति यतोहि तत्र नतोरलोपः इत्यनेन तत्र अकारस्य स्थाने यः लोपः जातः तत्तु अन्ति इति निमित्तम् आश्रित्य कार्यं भवति अतः परनिमित्तिकः अजादेशः तु अकारः अस्ति पूर्वविधौ कर्तव्ये इत्युक्ते तत्र पूर्वविधिः इत्युक्ते नकारस्य स्थाने यः अनुस्वारः जायते तत्तु पूर्वविधिः अस्ति इति कारणात् तत्र अकारः तु स्थानिवद् भवति अचः परस्मिन् पूर्वविधौ इति सूत्रेण अतः तत्र यदि अकारः स्थानिवद् भवति तर्हि तस्मात् अनन्तरं नश्चापदान्तस्य जलि इति सूत्रस्य कार्यमेव न भवति इति कारणात् अनुस्वारादेशः यत्र अनुस्वारविधौ परनिमित्तिकः अजादेशः स्थानिवद्भावं न प्राप्नोति इति निषेधः सूत्रमस्ति न पदान्तदृ वरेयलोपस्वर अनुस्वार इति दलस्य सार्थक्यं तत्र सम्यक् सम्यक् समीचीनम् इति एव विषयः अत्र सम्यक् तर्हि अत्र स्थगनं कुर्मः इतः अग्रिमसप्ताहे गच्छामः तर्हि अस्तु तर्हि धन्यवादः नमस्कारः धन्यवादः धन्यवादः नमस्कारः धन्यवादः नमस्कारः